पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 207 सौभरिरुवाच धर्मात्मज निशम्यैदध्वचस्तस्य महात्मनः नारदस्य शिबी राजा प्रोवाचेदं विनीतवद शिबिरुवाच तिष्ठं त्यो मरुमार्गेता राक्षस्यो मुनिपुङ्गव एतस्याद्वारिकायास्तु लेभिरे सलिलं कुतः नारद उवाच शृणुराजन् कथां दिव्यां पूदां पापप्रणाशिनीं विमलाख्यस्य विप्रस्य हिमवद्रोणिवासिनः एकस्तु हिमवद्रोण्यां विमलो नाम भूसुरः देवर्षिपितृवह्नीनां पूजकोऽतिथिपूजकः हरिपादार्च नरतो वेदवेदाङ्गधर्मविद वासुदेवगुणग्रामपुराणश्रुतिमानसः वार्धके तस्य पुत्रो भूत्प्रसादाच्चक्रपाणिनः चकार हरिरत्तेदि नाम्नाथं जनकस्तदा विधिवद्विदधे चास्य क्षौरकर्मादिकं च तत् गुरो सकाशाज्जग्राह चन्दांसि हरिदत्तकः अधीत्य विधिवद्वेदान् दत्त्वा च गुरुदक्षिणां प्रवव्राजविरक्तः सन् समूलं चाश्रमद्वयं ज्ञात्वा तत्कर्म तन्मादा व्यलपत्पुत्रवत्सला स्नापयन्ती कुजद्वन्द्वं पुत्रविश्लेषजाश्रुभिः मातोवाच मामनाथां परित्यज्य ताद यादोऽसि कुत्र वै पितरं च जराग्रस्तं षट्पदो बल्वजाविव वार्थके त्वं मया प्राप्तश्रीपदे पादसेवया मां विहाया भजस्त्वं वै चरणं तस्य मुक्तये अहं मूढाध्रुवं तादध्रुवमाराध्य यद्धरिम् अध्रुवं वाञ्छितवती भवन्तं तु सुखलब्धये त्वं सुधीर्वत्स सर्वार्थं यद्विष्णुं भजसे स्वयम् अध्रुवं जगदे तद्वै मत्वासीस्त्वमपि ध्रुवं किं करोमि क्व गच्छामि मया ज्ञानं छिनत्ति मे सुफलोत्पादकं शास्त्री रम्भामूलमिवोल्बणा धन्यो दशरथो राजा यो मृदो रामशोकतः धिङ्मां पुत्रस्य विश्लेषाद्धारयन्ती स्वजीवितम् आगच्छ दर्शं देहि तादमां परितारय वदवेदमयीवाणीं पिदुरग्रे गुणार्णव नारद उवाच एवं विलप्य तन्मादा राजन् सा पतिता भुवि दलनाद्राहुदत्तानां लेखाचान्द्रमसी यथा अथा जगाम विप्रर्षिर्विमलो नृपसत्तमः दृष्ट्वा तां पतितां भूमौ किं किमित्यभ्यभाषत कस्मादियं कीर्ण केशव्यष्टवस्त्रविभूषणा पतिता भुवि कल्याणं हरिदत्तस्य विद्यते तस्या वयस्यास्ताः सर्वाः प्रोचुस्तं विमलं नृप वयस्या ऊचुः अधीत्य वेदांस्ते पुत्रो दत्त्वा च गुरुदक्षिणां नारायणपरो भूत्वा प्रावजद्धरिदत्तकः तस्य विश्लेषशोकेन पतितेयं धरातले नारद उवाच इत्याकर्ण्यवचस्तासां विमलो बुद्धिमत्तरः प्राबोधयन्निजां भार्यामिति वागमृतेन सह विमल उवाच उत्तिष्ठजाये शृणु वाक्यमीरिदं मया किमर्थं पतिता विषीदसि धन्यस्सुतस्ते य इमं विनश्वरं विज्ञाय भेजे हरिपादपल्लवम् धन्या त्वमप्यसि जनिप्रदायिनी यस्या सुदस्ते हरिपादभागभूद सन्तार इष्यत्यपि माम संशयं कुलं कुलोद्धानपि पुरुषान् शुभे क्व विश्वमेकतच्च पतच्चलं क्व सेवनं शाश्वतलोकदं हरेः मत्वेदि भेजुर्भरतादयो नृपा यथा हरिं साध्वि तथैव ते सुतः दाराधनागार शरीरबान्धवा यदे भवन्ति प्रदि जन्म दुःखदाः तावन्न यावद्धरिपादपल्लवं भजेदधीरो किल काम वर्जितः नारद उवाच एवं प्रबोधिता तेन धीरेण धरणीतलाद उद्धाय निज भर्तारमब्रवीद्दीनया गिरा भार्योवाच सर्वं जानाम्यहं कान्त यत्त्वया साधु भाषितं कुलधुर्यं न पश्यामि यतस्तप्यामि वैभृश्यं पुत्रे सदि महतीर्थे किं वा केशवसेवया गृह एवा वयोर्मृत्युश्चेत् स्याल्लोकद्वयं तदा सत्पुत्रोत्पादने यत्नकर्तव्य खलु मानवैः तारयन्ति पितॄन् पुत्रा यदः संसारवारिधैः स्रष्टारं सर्वजन्तूनां धातारं पुत्रकाम्यया भज वाञ्छसि चेत्पुत्रं कुलधुर्यं महामदे नारद उवाच इत्याकर्ण्यवचस्तस्याः प्रत्याह विमलो द्विजः ब्रह्मक्षेत्रं प्रयागं हि याम्यहं पुत्रकाम्यया इत्युक्त्वा चलितसोऽथ हरिद्वारमगाद्विजः स्नात्वा तत्रापि विधिवदिन्द्रप्रस्थमधागमद कदिभिर्वासरैर्वीर सायङ्काले किलार्थितं स्नात्वा भुक्त्वा निशायां स सुष्वाप यमुनातडे निषीधे स्वपतस्तस्य विमलस्यान्तिके विधिः हंसमारुह्य देवेशस्तीर्थैः सर्वैरनुद्रुतः आगत्योद्धापयामास विमलं पुत्र वाञ्छकम् उवाच च सुरश्रेष्ठो वचनं मधुराक्षरं ब्रह्मोवाच जाने समीधिं चित्तं त्वदीये मनसि स्थितं न तत्पूरयितुं कल्पो यतस्तत्कारणं शृणु एकदा मेरुशिखरे मिलिता सर्वदेवताः तुष्टुवुर्मद्भवमुखा माधवं कार्यसिद्धये स्तुतो स्मदादि विबुधैः कृपया भगवान् हरिः प्रसन्नो भूत् तदा विष्णुर्वृणुध्वमिति चाब्रवीद इत्युक्तास्तेन ते देव यथाभिलषितं वरं श्रीपदे प्राप्यते जग्मु सर्वे स्वं स्वं निकेतनम् मयोक्तमिति देवेश देहि मे वरमुत्तमं प्रयागं नाम मे क्षेत्रं भवत्वखिलकामदं तद शतगुणं भूयादिवस्तीयं क्षेत्रकं मम इन्द्रप्रस्थगतं सम्यग् वृत्तं त्वत्तो मया नख इत्याकर्ण्यवचो मह्यं भगवानाह मां तदा तथास्त्विति पुनर्वाचमुवाच श्रूयतां वचः श्रीभगवानुवाच इन्द्रस्य खाण्डवारण्ये इन्द्रप्रस्थाभिधं शुभं क्षेत्रं कलिन्दजातिरे मत्तुल्यास्तत्र ये मृताः विरिञ्जेरजिता तत्र स्वकीया द्वारकापुरी मया शतगुणाम्भोधि तीरस्ताया पुरागुणैः तामुल्लङ्घ्य नरो यस्तु तीर्थमन्यन्निषेव्यते न तीर्थफलमाप्नोति स पुमान्न मृषोदिदं सर्वतीर्थोदिदं पुण्यं शक्रतीर्थे लभेन्नरः द्वारका च पुरी माया तीर्थमन्यच्च रक्षति यो निमज्जान्यतीर्थेषु कृत्वा च विविधां क्रियाम् अत्रैष्यति फलं तेभ्यः फलं प्राप्स्यति सध्रुवम् इत्युक्त्वान्तर्धते विष्णुरहमप्यगमं स्वकं लोकं द्विजेन्द्रवैकुण्ठा दधो भागे व्यवस्थितं प्रयागान्मामकात् क्षेत्रात् काशी शतगुणा स्मृता काश्याः शतगुणं तीर्थं निगमोद्बोधकं तथा तीर्थसप्तकमे दत्तु त्रयं तुल्यफलं स्मृतं येदत्रयमनुल्लङ्घ्य यो गच्छति सिदासितं तस्याहं वाञ्छितं विप्र ददामि खलु नान्यथा केचिदाहुः सप्तपुरी समपुण्यामहर्षयः अयोध्याद्याशतं ताभ्य इन्द्रप्रस्थं प्रजक्षते त्वमत्रागत्य विप्रेन्द्र सर्वकामफलप्रदे तीर्थे श्रीद्वारकाख्ये हि कुरु स्नानं सुदेच्छया यावन्ति सर्वतीर्थानि ब्रह्माण्डकलशोदरे तेभ्योपरिमिदं पुण्यं शतनामनि कीर्तिते सुदं ते कुलधौरेयं तीर्थमेतत्प्रदास्यति स्नानाच्च तव गोविन्दप्रसन्नात्मा भविष्यति नारद उवाच इत्युक्त्वा देवदेवेशो ब्रह्मा तत्र तिरोधते विमलोऽपि तदा स्नात्वा देवादीनप्यतर्पयत इत्युवाच स धर्मात्मा द्वारके कृष्णवल्लभे सुदं वंशकरं देहि मह्यं भक्ताय ते नमः इत्युक्ते तेन विप्रेण देव वागभवत्तदा देव वागुवाच पुत्रस्ते धर्मतत्त्वज्ञो वंशकर्ता भविष्यति प्रसादादस्यतीर्थस्य सर्वतीर्थशिरोमणेः या हि गेहं विलम्बं मा सुकृतं तेन मज्जनं नारद उवाच इत्याकर्ण्य सदां वाणीं विश्वस्थपुत्रजन्मनि चचाल जलमादाय द्वारकायाः कमण्डलौ मार्गे त तस्य सखा विप्रो मलयाचलकेतनः मीलितश्चलितो गेहं कृत्वा तीर्थानि सर्वतः तस्मै स्ववृत्तमाख्यातं ब्रह्मसंवादकात्मकं यद्भूतं द्वारकातीर्थे श्रुत्वा सोऽपि विसिस्मये उवाच स च धर्मात्मा सखे मम वच शृणु यावन्ति भारते क्षेत्रे तीर्थानि विहितानि मे तावन्ति कर्तुमिच्छामि त्वदुक्तं तीर्थमुत्तमं नीत्वा मां दर्शय सखे तत्तीर्थं सर्वकामदं सखायस्ते वरा भूमा उपकुर्वन्ति ये सखीन् न तैर्ननु समो लोके पिता मादाधवा सुतः निर्धनं पुरुषं लोके सर्वे मुञ्चन्ति बान्धवाः न मुञ्चन्ति सखायस्तु तस्य दुःखेन दुःखिताः संसारार्णव निर्मग्नान् सखीनुद्धरदे सखा उपदिश्य हरेर्भक्तिमार्गं जन्मेन्धनानलम् अधस्त्वं मे सखा श्रेष्ठ उपकारं विधेहि मे दर्शय तद्वरश्रेष्ठं तीर्थाख्यं द्वारकां द्विज इति श्रीपाद्मे महापुराणे उत्तरखण्डे कालिन्दीमहात्म्ये सप्ताधिकद्विशततमोऽध्यायः ओम्।